Hello, hello, hello, hello, hello. रात्रिर्गमिष्यति भविष्यति सुप्रभातम्। भास्ममुदेष्यति हसिष्यति पङ्कजश्रीः। इत्थं विचिन्तयति कोशगते दुरेफे। आहन्त आहन्त नलीन् गज उच्चहार। प्रसिद्धं किल एतद् प्रायः। प्रसिद्धः श्लोकः। महोदय, अत्र स्फुटकमिति लिखितमस्ति, तस्य कः अर्थः? प्रायः तत् भिन्नभिन्न श्लोकानां पद्यानाम् अपि वैविध्यम् अस्ति खलु अत्र, एतदपि एकम् इति मन्ये। पश्यामः, तत्र सर्वमस्ति, पश्यामि। कोशगते द्विरेफे, स्फुटकं खलु, कोशगते द्विरेफे, तत्र इदानीं कोशगते द्विरेफे द्विरेफः इत्युक्ते अर्थः भ्रमरः कः? द्विरेफः भ्रमरः। भ्रमरः भ्रमरः तत्तु पङ्कजश्री कमलपुष्पे अस्ति, तत्र पुष्परसं पिबन् अस्ति भ्रमरः। रात्रिः तदा तथा एव सायङ्कालः भवति, अनन्तरं रात्रिः अपि भवति। तत्रापि इदानीं तु रात्रिसमये कमलानां सङ्कुचनं भवति खलु, यावत्पर्यन्तं सूर्यः अस्ति तावत्पर्यन्तं विकसितं भवति। सूर्यास्तमनस्य समये तद् कमलस्य पिदधानं भवति खलु, तत्र अतः तत्रैव बद्धः अभवत् भ्रमरः। सः चिन्तयति रात्रि गमिष्यति, अनन्तरं भास्वान् उदेष्यति, तदा पङ्कजश्रीः हसिष्यति इत्युक्ते कमलानां विकसनं भवति, अहं बहिः गच्छामि इति विचिन्तयति। चिन्तयन् अस्ति तदा एव तत्र सरोवरस्य समीपे कश्चन गजः आगत्य सर्वं ध्वंसं करोति, कमलपुष्पस्य अपि नाशः, भ्रमरस्य अपि नाशः। एवं किञ्चित् अग्रिमक्षणे किं भवति इति केनापि वक्तुं न शक्यते इति वक्तुं नीतिश्लोकः एष। स्फुटकम् इत्युक्ते स्फोटयति, स्फोटनं करोति इति स्फुटकं वा? तत्र उद्घाटयति स्फुटं वा? स्फुटकं स्फू इति अस्ति खलु, स्फो न, तत्र अहं श्लोकस्य अपि वैविध्यं भवति, पश्यामि। स्फोटक इति अस्ति, अत्र कश्चन स्फुटक इति नास्ति, स्फोटकम् इत्येव अस्ति अत्र। तत्र तु तस्य अर्थः भवति स्फोट इत्यस्य वर्णात्मकशब्दाभिव्यङ्ग्यार्थप्रकाशकव्यापारः इति। वर्णात्मकशब्दाभिव्यङ्ग्यव्यङ्ग्यार्थः अपि भवति, अनन्तरं शब्दब्रह्मसूचकमपि पदं भवति एतत् इति। यत्र अर्थस्य प्रकाशनं भवति तत्तु स्फोटकम् इति उक्तम् अत्र। अत्र तु अनेके विधाः सन्ति, पदस्फोटः, वाक्यस्फोटः, अखण्डपदस्फोटः, अखण्डवाक्यस्फोटः, वर्णजातिस्फोटः, वाक्यजातिस्फोटः, अनन्तरं पदजातिस्फोटः, वाक्यजातिस्फोटः इति तत्र अष्टविधाः सन्ति स्फोटकस्य अपि। अन्ततो गत्वा तत्र अर्थः भवति स्फोटक इत्युक्ते यथा भवती उक्तवती विदारणम् इत्यपि अर्थः भवति। अत्र तु पदानां विषयेपि किञ्चित् व्यङ्ग्यरूपेण तत्र किञ्चित् आश्चर्य अतिशयेन अर्थः भवति चेत् तदपि स्फोटकम् इति वदन्ति इति मन्ये। स्फुट इति अस्य तु टु ब्लासम् इति विकसने इति दत्तमस्ति, तर्हि विकासयति इति कृते. अनेकार्थाः सन्ति भगिनी. अत्र स्फुटकम् इति श्लोकस्य पार्श्वे अस्ति इति कारणात् अत्र पद्यस्य एव कश्चन विधः इति भवति. अत्र अर्थः इति उक्तं खलु, अर्थस्य प्रकाशनम् इति. अत्र किम् अभवत्, भ्रमरस्य चिन्तनम् आसीत्, अहं सुरक्षितः अस्मि इति चिन्तनम् आसीत्, परन्तु तत्र तु तस्य विरुद्धरीत्या एव फलितांशः अभवत् खलु, सम्पूर्णनाशः. तत्र दैवचित्तं भिन्नं, मानवचित्तं भिन्नं, वयं तमिळुभाषायां वदामः खलु, जानन्ति खलु, दैवं नामोनुनिनैक दैवमोनुनिनैकम् इति तमिळुभाषायामपि अस्ति खलु, आङ्ग्लभाषायामपि भवति, मान् प्रपोजस् गाड् डिस्पोजस् इति वदामः, तादृशमपि भवितुमर्हति. अस्तु अग्रे. इतस्तु तत्रैव किञ्चित् विवरणमस्ति स्फोटकस्य सम्बद्धरीत्या, अस्तु पश्यतु अस्तु. प्रथमवाक्यं किञ्चित् पठतु तत्र. कपटपटुरफ्जलखानः शिवं निग्रहीतुं कीर्तिम् अर्जयितुं च विहितविविधमनोरथः श्रीमता शिवेनैव निगृहीतो मृत्युवशगः कृतश्च इति द्वितीयनिःश्वासकथाभागोपक्षेपायाः आदौ रात्रिर्गमिष्यति इति पद्यं संमुल्लिख्यते. अवगतं खलु. अफजलखानः किमिति चिन्तितवान्, मां बृहत् सेना अस्ति, बृहती सेना अस्ति, शिवराजं सुलभेन अहं जेतुं तं मारयितुम् अहं शक्नोमि इति बहु गर्वेण गच्छति खलु. इदानीं तस्य व्यतिरिक्तमेव अभवत्, विरुद्धमेव अभवत् खलु. अतः अत्रापि तथा एव भ्रमरस्य चिन्ता भिन्नं, चिन्तनं भिन्नरीत्या अस्ति. आशयः अस्ति, आशा अस्ति, तथा विश्वासः अपि अस्ति, परन्तु तद्विरुद्धमेव सञ्जातम्. अतः एव तत् श्लोकम्. अस्तु. इतस्तु स्वतन्त्रयवनकुलभुज्यमानविजयपुराधीशप्रेषितः पुण्यनगरस्य समीपे एव प्रक्षालितगण्डशैलमण्डलायाः निर्झरवारिधारपूरपूरितप्रबलप्रवाहायाः पश्चिमपारावारप्रान्त. अहं चिन्तयामि एतदपि किञ्चित् पठितम् इति न वा. न न न महोदय. अस्तु. पश्चिमपारावारप्रान्तप्रसूतगिरिग्रामगुहागर्भनिर्गतय निर्गताया अपि प्राच्यपयोनिधिचुम्बनचञ्चुरायाः रिङ्गततरङ्गभङ्गोद् रिङ्गतरङ्ग रिङ्गत्तरङ्गभङ्गोद्भूतावर्तशतभीमायाः भीमायाः नद्याः. महोदय, वयं तृतीय क्षम्यतां महोदय, एतत् एतद् द्वितीयनिश्वासः अस्ति, अस्माकं तृतीयनिश्वासं पठनीयं, क्षम्यतां, तृतीयनिश्वास आरम्भात् पठनीयम्. एतत् सर्वम् अभवत्, एतद् अभवत्, क्षम्यतां. परन्तु अफजलखानस्य मरणम् इति दत्तं वा अत्र? द्वितीयनिश्वासे सः मारितः. ओ अस्तु. ओम् विस्मृतवान् एतत् सर्वं पठितम्, क्षम्यताम्. अस्तु, मम एव दोष. अन्तिमं वाक्यं पठतु, तत्र द्वितीयनिश्वासस्य अन्ते यत् वाक्यमस्ति तत् ससेन शिववीरश्च विजयशङ्खनादैः रोदसी सम्पूर्य रणाङ्गगणशोधनाधिकारं रणाङ्गण एव रणाङ्गणशोधनाधिकारं शोधनाधिकारं माल्यश्रीकाय समर्प्य प्रतापदुर्गं प्रविश्य मातुश्चरणौ प्रणनाम. प्रणनाम. अस्तु. एतत् प्रणनाम इति पदं तु णन् णत्वस्य पाठे उदाहरणरीत्यापि आगच्छति, प्रणनाम इति णत्वं भवति खलु अत्र. प्रा इति उपसर्गेण सह रकारस्य कारणात् न नम् एव खलु धातुः, तत्र प्रथमं प्रणा इति णत्वं भवति, तदनन्तरं पुनः तत्र लिट्लकारः भवति चेत् नम धातोः लिट्लकारः ननाम इति भवति. प्राय इति उपसर्गेण प्रणनाम इत्यत्र रकारस्य निमित्तं णत्वं, प्रथमनकारस्य एव णत्वं. तदनन्तरं न प्रतिबन्धकाक्षरम् इति कारणात् द्वितीयनकारस्य णत्वं न भवति, अतः प्रणनाम. अस्तु. अस्तु, अन्यैः पठ्यते किम्? किमपि पठितवान्? तृतीयनिश्वासः अत्र स्फुटकमस्ति. जीवन् नरो भद्रशतानि पुनः पश्येत्. अक्षराणि लघु सञ्जातानि. अस्तु. अत्र अस्ति जीवन् नरो भद्रशतानि पश्येत्, संसारेऽपि सतीन्द्रजालमपरं यद्यस्ति तेनापि किम्. तत्र भर्तृहरेः सुभाषितश्लोके अर्धभागः इति मन्ये. आम् आम्, अत्र सतीन्द्रजालम् अपरम् इत्युक्ते शिवस्य इति अर्थः भवति वा? द अपरं जालं यदि अस्ति तेनापि किम् इति भर्तृहरिः किं भवति इति अग्रे सम्भवः कथा भवति, कथं भवति इति तदुद्दिश्य एतत् सूचितम् अस्ति इति मन्ये. तत्र जीवनरः भद्रशतानि पश्येत् इति सुलभं, परन्तु संसारे अपि सतीन्द्रजालम् अपरं यदि अस्ति तेनापि किम्. कथाभागं पठामः चेदेव आम् वयम् आम् अवगच्छामः. आम्. अग्रे अन्येन पठ्यते किं? भव्या भगिनी पठति किम्? तत्र पर्णकुटीरे तु कथं कथमपि दाडिमाद्यास्वादन तत्परां कुसुमगच्छैर्मनो विनोदयन्तीं बालिकां गुरोः समीपे परित्यज्य तदाज्ञया तत्पितरौ समन्वेष्टुम् अन्तर्गोपितक्षुरप्रच्छुरिकां यष्टिकामेकां हस्तेन धृत्वा तैरेव श्यामश्यामैः गुच्छगुच्छैः लोलैः कुञ्चित लोललोलैः कुञ्चितकुञ्चितैः कचैः ब्रह्मचारीवटुवेष एव श्यामवटुरासन्न ग्रामटिकादिशि समागात्. तत्र तस्यार्थः किञ्चित् वक्तव्यः भवति. तर्हि पर्णकुटीरे किं जातम् इति कथं कथमपि दाडिमाद्यास्वादनतत्परां दाडिमम् इति अत्र पोमोग्रनेट् दाडिमवृक्षस्य तत्र पुष्पाणि भवन्ति खलु, तत्तु तत्र तस्य पुष्परसस्य आस्वादनं कर्तुं तत्पराम् इति अनन्तरं किमपि पदमस्ति किं? बालिकाम् इति तावदेव वा? तत्परां गुच्छै कुसुमगुच्छै विनोदयन्ति, तत्र गुच्छैः सह प्रायः तत्र तत्पराम् अनन्तरं किमपि पदम् अग्रिमं कुसुमगुच्छैः एव वा? आम् आम्, अस्तु. कुसुमगुच्छैः मनो विनोदयन्तीं बालिकाम् इति. अस्तु. दाडिमफलं खादन् खादन्ती अस्ति, अनन्तरं कुसुमगुच्छैः मनः विनोदयन्ति इति सा बालिका तत्र किञ्चित् क्रीडां क्रीडन्ती अस्ति इति अर्थः भवति. तां बालिकां गुरोः समीपे त्यक्त्वा गुरोः आज्ञया मातापितरौ तस्याः मातापितरौ समवेष्टुम् अन्तर्गोपितक्षुरप्रचुरिकां क्षुरप्रच्छुरिकां. छुरिकां किमर्थं? अत्र कुत्र स्थापितवान् छुरिकां? यष्टिकामेकां हस्तेन धृत्वा यष्टिकामध्ये तत्र छुरिकां स्थापयन्ति. एतत् सर्वं वयं चलच्चित्रेषु अपि दृष्टवन्तः खलु, तथा एते सर्वे गूढचाराः ब्रह्मचारिणः सन्ति खलु, श्यामवटुः कृष्णवटुः, ते सर्वे शिवराजस्य गूढचाराः भवन्ति. तत्र ते केवलं चाराः इति न, ते सम्यक् युद्धमपि कुर्वन्ति, तस्य अन्तरङ्गशिष्यः शिवराजस्य, तत् अतः एव सर्वदा आयुधं धरन्ति, परन्तु यष्टिरीत्या, यष्टिमध्ये एव अन्तर्गोपितगुप्तरीत्या छुरिकामपि स्थापयन्ति इति, हस्तेन धृत्वा. तदनन्तरं ते तु तैः श्यामशामैः इत्युक्ते अतिशामैः, गुच्छैः, लोलैः, कुञ्चितैः, कचैः, कचः धृत्वा आगच्छन्ति. केशाः गच्छति. अत्र तेषाम् एतत् सर्वं कस्य वर्णनं, ब्रह्मचारी वटुः वटुवेष एव इति ते आगच्छन्ति इति, तौ द्वौ स्तः तत्र, कृष्णवटुः श्याम गौरवटुः इति. अतः तेषां शिरसः अलङ्कारः लोललोलैः कुञ्चितकुञ्चितैः कचैः इति भवति तेषां. श्यामवटुः आसन्न ग्रामटिका ग्रामटिका दिशि समगात्, तत्र ग्राम तत्र व्याख्याने ग्रामटिका इत्यस्य अर्थः इति, लघु ग्रामः इति. अस्तु. ग्रामं प्रति गच्छति इति खलु. महोदय, तत्र लोललोलैः इत्युक्ते किं? लोललोलम् इत्युक्ते तत्र केशानां चञ्चलत्वं लोललोलैः, इतस्ततः चञ्चलरीत्या कम्पन्ते खलु केशाः, तदेव. तत्र व्याख्याने अस्ति किं कुञ्चितकुञ्चितैः इत्यस्य अपि अर्थः? केवलं श्यामश्यामैः इत्यस्य. अस्तु, चिन्ता नास्ति. तर्हि ग्रामं प्राप्तवान् इति वटु. अग्रे केन पठ्यते? विमला भगिनी. हा आं महोदय, अत्र अस्तु. ततो ततः हन्त, कथम् अद्यापि शूली त्रिशूलेन न एतान् शूलाकरोति? कथं खड्गिनी खड्गेन न खण्डयति? कथं चक्री चक्रेण न चूर्णयति? कथं पाशी पाशैः न पाशयति? कथं हली हलेन न अवहेलयति? कथं वा जम्बारातिः दम्भोलिघातैः दम्भिन एतान् अम्भोजलस्थ एतान् अम्भोजलस्तम्भा स्तम्भारम्भेषु न पातयति? अहः क इतोपि अधिकः अनर्थो भविता यद् भगवान् अवतरिष्यति शिवशिव इति. अत्र वटुः स्वस्मि केन उच्यते इति सावल श्यामल तत् वटुना श्यामवटुना श्याम श्यामवटुः केवलं पठतु, अनन्तरम् अर्थं वदति, तदा अस्माभिः अवगम्यते केन उक्तम् इति. अस्तु, तु पूर्णतया पठितम्. अस्तु अस्तु. शिवशिव, न शक्यते द्रष्टुमपि यद् एतैः निर्दयहृदयैः परमपूजनीयानां ब्राह्मणानामपि अति अल्पवयस्काः अपि बालिकाः अपह्रियन्ते. धिक् अत्र केवलं एतान् बालिका, एकवचनं, बालिका ओ अपि ब्राह्मणानां बालिका. अत्यल्पवयस्का अपि बालिका अपह्रियन्ते इति. धिक् एतान् धर्माद धर्मादपि निर्भीकान् अभीकान् इति चिन्तासन्तानवितानैकताने एव ब्रह्मचारिगुरौ सपदि एव सपद्येवन्यविशत. श्यामवटुः सः देवशर्मणा वर्षीयसा ब्राह्मणेन स तु अत्र अत्र देवशर्मणा वर्षीयसा ब्राह्मणेन सह श्यामवटुः न्यविशत इति अर्थः भवति. तथा वदन् तत् सः एव वदति वा इति चिन्ता, केवलं न वदति, चिन्ता सन्तान वितान एकताने एव ब्रह्मचारी गुरुः आगच्छति. अत्र पूर्वम् इदानीम् अर्थं वदतु, तत्र भिन्नभिन्न क्लिष्टपदानाम् अर्थः एकवारं वदति चेत् अस्माकं कथा अवगम्यते एव. अत्र केवलं कथायाः अवगमनम् इति न खलु, पदानां प्रयोगस्य विषये अपि अस्माकम् आस्था अस्ति खलु, अतः तस्य विवरणमपि पश्यामः. सः वदति कथं शिवः स्वस्य त्रिशूलेन एतान् न हन्ति। इदानीं वयं प्रारम्भे एव वयं किञ्चित् बालिकायाः विषये किञ्चित् अवगतवन्तः खलु, यतः सा बालिका सर्वदा रोदनं कुर्वती एव भवति खलु, तस्य सः का किमपि न अवगम्यते. तत् रक्षित्वा श्यामवटुः ताम् आनयति, आश्रमम् आनयति. एकाकिनी तत्र रोदनं कुर्वती अस्ति बालिका, अतः एव प्रथम निश्वासे एव वयं पठितवन्तः. तस्याः रक्षणार्थं ब्रह्मचारी आनीतवान् आश्रमपदे. सा का किमपि न अवगम्यते, सर्वदा रोदनमेव कुर्वती अस्ति चेत् विषयः एव न अवगम्यते. तदनन्तरं कुतः तत्र रक्षितवान् ब्रह्मचारी तावदेव ते जानन्ति. इदानीमेव बालिकायाः विषयः इदानीं आगच्छति. तत्र किञ्चित् रहस्यमपि अस्ति, तस्यापि उद्घाटनं भवति अत्र. अतः एतत्तु एतावत् तस्याः बालिकायाः अपहरणं कथं वा कृतवन्तः एते म्लेच्छाः इति तस्य चिन्तनम् एतत्. अद्यापि त्रिशूलेन एतां न शूलाकरोति, कथं खड्गिनी खड्गेन न खण्डयति, कथं चक्री चक्रेण न चूर्णयति. इत्युक्ते चक्री इति विष्णुः, खड्गं खड्गायुधमपि विष्णोः प्रायः, त्रिशूलेन त्रिशूली इति शिवस्य विषयः, तथा पाशी इत्युक्ते वरुणः, वरुणः पाशैः न पाशयति, हलि हलेन नावहेलयति बलरामस्य हलायुधम् इति कारणात्. कथं वा जम्भारातिः, जम्भाराति इति जम्भासुरः इति कश्चन असुरः आसीत्, तस्य वैरी इन्द्रः. इन्द्रस्य आयुधं किं? दम्भौली, दम्भौली इत्युक्ते वज्रायुधं. वज्रायुधघातैः दम्भिनः एतान् न नाशं कृतवान्. किमर्थं दैवस्य शिक्षा किमर्थम् एतावत्पर्यन्तं म्लेच्छानाम् उपरि न आगतम् इति तस्य चिन्तनं. जम्भाराति दम्भोलिघातैः दम्भिनः एतान् अम्बोधिजलस्तम्भारम्भे एव न पातयति. अस्तु, स्तम्भारम्भेषु इत्युक्ते प्रायः अहं चिन्तयामि समुद्रे तत्र अति उन्नताः तरङ्गाः उद्भवन्ति खलु, तत्र न पातयति इति. इतोपि अधिकः अनर्थः भविता यत् भगवान् अवतरिष्यति, इतोपि अधिकः अनर्थः भवति चेदेव भगवान् अवतरणं करोति किम् इति तस्य व्यसनं. ब्राह्मणानामपि अत्यल्पवयस्का अपि बालिका अपह्रियन्ते, अपह्रियते बालिकाः इति भवेत्, आम् अपह्रियन्ते बहु इति उत्तमम्। बहुवचनम् अस्ति खलु. अस्तु, केवलम् एका एव उदाहरणरीत्या, परन्तु बालिकाः अपह्रियन्ते इति गीतां. धर्मादपि निर्भीकान् इत्युक्ते धर्माचरणे धर्मः करणीयः एव खलु, तस्य आचरणं भवति चेदेव शुभं भवति इति उक्तिः अस्ति. परन्तु अधर्मं कर्तुमपि ते न भीताः भवन्ति, तादृश अधर्मकरणे एतान् शत्रून् धिक् इति तस्य निन्दनं तावदेव इति. चिन्ता सन्तानमितानैकताने एव ब्रह्मचारी गुरौ सपदि एव निविशत श्यामवटुः देवशर्मणा सह. तत्र कश्चन वृद्धः ब्राह्मणः आगतः, तेन सह आगतवान्. अग्रे पठ्यताम् तर्हि अन्तिमतमं. एतानि वचनानि सर्वाणि गुरोः चिन्तनम् इति खलु. वर्षीयसा इत्युक्ते वृद्धः इति अर्थः भवति. आमाम्, गुरोः च कः प्रश्नः? कः प्रश्नः? एतत् सर्वं यद् इदानीम् उक्तं यानि वचनानि तानि सर्वाणि तत्र गुरोः चिंतनम् एतत् सर्वम्. किमर्थं सम्यक् न श्रूयते भगिनी? किञ्चित् उच्चैः वदतु। तत्र गुरोः चिन्तनम् एतत् सर्वम् इति खलु वचनानि. अत्र वयं प्रथममेव चिन्तितवन्तः, अत्र ब्रह्मचारी गुरुः अपि कश्चन अस्ति, श्यामवटुः गौरवटुः शिष्यद्वयम् इति आश्रमे तदेव पठितवन्तः खलु, सः ब्रह्मचारी गुरुः तथा चिन्तयति इति. तदा एव श्यामवटुः अन्तः आगच्छति ब्राह्मणेन सह, वृद्धेन सह. सः ब्राह्मणः वृद्धः कथमस्ति इति अग्रे आगच्छति। भवतः प्रश्नस्य उत्तरं प्राप्तं वा मया? आम् महोदय, आम् अस्तु, अग्रिमं किमपि पठतु विमला भगिनी पूर्णतया। इति चिन्ता संस्थानवितानैकतानि एव ब्रह्मचारिगुरौ सपदि एव न्यविशत श्यामवटुः सह देवशर्मणा वर्षीयसा ब्राह्मणेन। स तु बाष्पक्षालितोपनयनः शोकाधिककम्पितगात्रयष्ठिप्रविश्यैव दृष्ट्वैव तां बालिकां कुतः कुतः कोशले इत्युदीर्य ताम् अङ्गे जग्रा अङ्के जग्राह। अस्तु, इदानीं तु सः ब्राह्मणः श्यामवटुः तम् आनयति, ब्राह्मणे सह आगच्छति इति सः तम् आनयति इति अर्थः भवति। सः एतां बालिकां दृष्ट्वा सः वृद्धब्राह्मणः कथमस्ति बाष्पक्षालित उपनयनः जानाति खलु अर्थं, शोकाधिककम्पितगात्रेष्टिः, तस्य शरीरम् अधिकशोकात् कम्पनं प्राप्नोति, तथा एव प्रविश्य तां बालिकां भो कुतः कुतः कौशले इत्युदूर्य ताम् अङ्के जग्राह। यतः तस्य प्रायः सम्बन्धः अस्ति वा बालिकायाः इति कश्चन विषयः अग्रे आगच्छति, अथवा प्रायः तेन सह एव सा बालिका आसीत् प्रायः, तदनन्तरं तस्याः परस्परं किञ्चित् विरहः जातः इति, कुत्रापि म्लेच्छानाम् आक्रमणकाले वृद्धः पृथक् गतवान्, तस्य बालिका अन्यत्र कुत्रापि गतवती इत्युक्ते तत्र वृक्षमूले कुत्रापि गुप्तम् आसीत्, तदा एव म्लेच्छाः पुनः तां अपहर्तुम् आगच्छन्ति, परन्तु तत्पूर्वमेव ब्रह्मचारी ताम् अत्र आनयति श्रमण आश्रमं समीपम्। अस्तु, इदानीं तेषां परस्परमेलनं भवति। कोशला इति तस्याः नाम प्रायः अग्रे। महोदय, अत्र क्षालित बाष्पक्षालित उपनयन इति उप इति किमर्थमस्ति? उपनयन उपनेत्रम् इति, उपनेत्रम् इति उपनेत्रमपि आसीत् खलु शिवराज प्राय, आम् उपनयनम् इत्युक्ते उपनेत्रमेव, उपनेत्रम् आम् आम् उपनयनम्। अस्तु, तदापि आसीत्। पृच्छताम् अग्रे विवेक् महोदय। सापि प्रक्षिप्य दाडिमकण्डं निरस्य च घोरकस्तबक क्रीडनकं तं कराभ्यां कण्ठे गृहीत्वा मुक्तकण्ठं रुरोद। पूर्वं प्रथमवाक्ये आगतं खलु, दाण्डिमफलं दाडिमफलं खादन्ति अस्ति, क्रीडनकसहितं क्रीडन्ति अस्ति इति आसीत् खलु, अतः तत्सर्वं निक्षिप्य आगच्छति एतं वृद्धं दृष्ट्वा। अस्ति, शुष्ककण्ठं रोदा, यो क्षम्यतां मुक्तकण्ठं, मम एव शुष्ककण्ठं तस्य मुक्तकण्ठं तस्याः। अस्तु, वृद्धः अपि च एकं करं तत् पृष्ठे विन्यस्य अन्येन च तस्याः शिरः परिमृशन् कोशले कानि पातकानि पूर्वजन्मनि कृतवत्यसि? यद् बाल्य एव त्वत्पिता सङ्ग्रामे म्लेच्छ हतकैः धर्मराजनगरात् अध्वन्यः कृतः माता च अवगत् खलु, यमराजस्य यमराजलोकस्य मार्गः अस्ति खलु, तस्मिन् मार्गे पातितवान् इति, तस्मिन् मार्गे भवान् पथिकः अभवत् इत्युक्ते अर्थः अन्ततो गत्वा मारितवान् इति, म्लेच्छाः तं मारितवन्तः तस्याः पितरं। माता च तव ततः ततः अपि पूर्वमेव कथावशेषा कथावशेषा संवृत्ता आसीत् कथावशेषा पूर्वमेव समृद्धा माता दिवङ्गता एव इति। कथावशेषा इत्युक्ते केवलं तस्याः कथा अवशिष्टा अस्ति, सा नास्ति इत्युक्ते मृता इति। कथावशेष यमलौ एतादृश भ्रातरौ प्रयोगः नूतनतया वयं दृष्टवन्तः, दृश्यते खलु अत्र अस्माभिः। अस्माकं कादा मणिज जीवने पोच एतादृशप्रयोगं कर्तुं वयं शक्नुमः किञ्चित्। தமிழ் பாஷாயம் கதை முடிஞ்சு போச்சு. கதை முடியல, கதை தான் இருக்கு, ஆள் தான் இல்ல. யமலோ பிராத்தரோ ச தவ துவாதச வர்ஷ வர்ஷ தேஷ தேஷ்யாவ தேஷ்யாவ் ஏவ ஆர் ஆக்கேட வியசனினவ் महारभूषण भूषितौ तुरगावारुह्य वनं तुरगौ अवारुह्य तुरगौ आरुह्य वनं गतौ दस्युभिर तुरगौ आरुह्य क्षम्यताम् अहमेव वनं गतौ दस्युभिः अपहृताविति अपहृत अपहृताविति अपहृतौ इति न श्रूयते, न न श्रूयते, न श्रूयते तयोः वार्ता अपि न श्रूयते। भ्रातरौ भ्रातृद्वयं द्वयं त्वं तु मम यजमानस्य पुत्री इति स्वपुत्री इव मया एव सह नीता वर्ध्यसे च, वर्ध्यसे च एतावत्पर्यन्तम् एषः एव तस्याः पालनं पोषणं कुर्वन् आसीत्। अस्तु, अहः कथं वारं वारं कथं वारं वारं बाल एव बालैव सुन्दर कन्या विक्रय व्यसनि व्यसनिभिः यवन वारकैः वारकैः वारकैः अपह्रियसे नीचैः इति वराकैः अपहर्यसे अपह्रियसे। भगवत् अनुग्रहेण च कथं कथमपि मत्कर मुक्ता पुनः प्राप्यसे मत्करमुक्ता इत्युक्ते अहम् उक्तवती खलु, ते यदा म्लेच्छानाम् आक्रमणं भवत् पृथक् पृथक् मार्गे गतवन्तः, तेषां विरहः अभवत् तस्य पुरोहितस्य, अनन्तरं बालिकायाः। पुनः मत्करमुक्ता, मत्करात् मुक्ता भवति, पुनः त्वं पुनः प्राप्यसे परमात्मन्। परमात्मन् त्वमेव रक्ष येनाम् अनाथाम्, रक्षैनां मनाथां रक्ष एनाम् अनाथाम् अनाथां दीनां क्षत्रिय कुमारीम् इति सकरुणं विललाप विललाप एतत् सर्वम् उच्चैः वदति सः। तत् श्रुत्वा श्यामपटुः गौरवपटुः इदानीं कश्चन विषयं जानाति, किमिति पश्यन्तु। इदानीम् अवगतं खलु तस्य विलापं सर्वं भवन्तः एव अवगतवन्तः। अग्रे गच्छामः वा, पठामः वा? सन्ध्या भगिनी पठति किम्? तदाकर्ण्य सर्वेऽपि चकिताः स्तब्धाः अश्रुमुखाश्च संवृत्ताः, कुटीराध्यक्षो ब्रह्मचारी च निजम् अपि किञ्चित् बन्धुवियोगदुःखं स्मारित इव बाष्पव्रजोद्गम दुर्दिनग्लपितमुखः कथं कथमपि धैर्यमाधाय वदनं पटेन परिमृज्य पुनरवदधे। अवदधे कुटीराध्यक्षः ब्रह्मचारी च निजमपि इत्युक्ते गुरुः अपि च वटुः इति वा, तौ द्वौ अपि इति। इदानीं तत् स्मरन्तु, पूर्वं सः वृद्धः किमिति उक्तवान्, माता पूर्वमेव मृता, पिता तु म्लेच्छैः मारितः, अनन्तरं तस्याः भ्रातृद्वयम् आसीत्, आखेटकक्रीडां कर्तुम् इत्युक्ते हण्टिङ्ग्, तदर्थं तौ गतवन्तौ. अनन्तरं तु द्वादशवर्षेभ्यः पूर्वमेव तेषां तयोः वार्ता अपि न श्रूयते, इत्युक्ते कुत्र गतवन्तौ, न आगतौ इत्येव अवगतम्. अतः द्वादशवर्षाणाम् अन्तरम् अस्ति मध्ये. इदानीम् एतत् सर्वं तदनन्तरम् अनाथा इति कारणात् सः एव वृद्धः पालनपोषणं कुर्वन् आसीत्. इदानीं पुनः तेषां विरहः अभवत्, तयोः विरहः अभवत्, परन्तु इदानीं प्राप्तवान् ताम्. इदानीं गौरवटुः एतत् सर्वम् आकर्ण्य, श्यामवटुः गौरवटुः च, तौ तु सहोदरौ, स्तब्धाः अश्रुमुखाश्च संवृत्ताः. कुटीराध्यक्षः ब्रह्मचारी च निजमपि किञ्चित् बन्धुवियोगदुःखं स्मारितः इव बाष्पव्रजोद्गमदुर्दिनग्लपितमुखः. दुर्दिन इत्युक्ते साधारणतया वृष्टिकालः इति भवति. बाष्पव्रज इति तस्य समूहः एव, बाष्पाणां निचयः अथवा अतः व्रजः इत्युक्ते अर्थः अस्ति, समूहः एव वा अस्तु. तेन ग्लपितमुखः कथं कथमपि धैर्यमाधाय वदनं पटेन परिमृज्य पुनः अवदधे. इदानीम् ते वदन्ति अग्रे किम् इति. पुनः इतोपि किञ्चित् पठतु भगिनि भवती. तावत् कुटीरात् बहिः कस्मिंश्चित् कार्यव्यासक्तौ गौरवटुः विलापेन एतेन कर्णयोराकृष्यमाण इव त्वरितम् अन्तः प्रविवेश. गौरवटुः अपि आगतवान् इदानीं तत्र कुटीरम्. ओ, इदानीं गौरवटुः एतत् शृणोति वा न इति. विलापेन एतेन कर्णयोः आकृष्यमाणः इव त्वरितम् अन्तः प्रविश, इदानीमेव प्रविशति. परन्तु तत्पूर्वं ब्रह्मचारी च कुटीराध्यक्षः च, अतः तैः एव केवलम् एकवचनं वा तो, कुटीराध्यक्षः ब्रह्मचारी च एतत् सर्वं श्रुतवान्. एक एव जनः महोदय तत्र, इत्युक्ते सः कः बन्धुवियोगं तत्र स्मृतवान् इति चेत् सः वटुः एव, कृष्णवटुः अस्तु इत्येव चिन्तनं. तर्हि इदानीं गौरवटुः अपि तत्र प्रविष्टवान्. त्वरितम् अन्तः प्रविवेश. सुधा भगिनी भवती इतः परं कञ्चित् पठति किं पौनःपुन्येन. पौनःपुन्येन दृष्ट्वा च तां कन्यां देवशर्माणं वृद्धं ब्राह्मणञ्च परिपक्वताली देवशर्माणं वृद्धं ब्राह्मणञ्च परिपक्वतालीदलीभूत कपोलपालिकः उदञ्चित् रोममाली त्वरितकोष्णश्वासप्रश्वासशाली शारद शर्वरी सार्वभौम किरणोद्भूतोद्भूत कीलालाली व्यालीढ चन्द्रकान्त जालीभूत लोचनः शारद शर्वरी शर्वरी सार्वभौम इत्युक्ते ज्वलन् अस्ति वा. पुनः आरम्भात् पठति चेदेव सम्पूर्णतया अवगम्यते. अस्तु. बाष्पावरुद्धकण्ठः कमपि वृत्तान्तं स्मारित इव कमपि चिरविनष्टं प्रेयांसं प्रापित इव किमपि चिरानुभूतं दुःखं पुनरनुभावित इव च स्मारम् इव किमपि समानदशं श्यामवटुं सम्बोध्य कातरेण भज्यमानेन कम्पमानेन च कथ इति धातुः, तस्य चकथ इति लीट्लकारः भवति, अचकथत् स्वरेणात् अकथत् अर्थः. श्याम श्याम शृणोषि शृणोषि इति। श्याम श्याम शृणोषि शृणोषि इति इदानीं पुनः पृष्ठतः गच्छतु। अस्तु पौनःपुन्येन पौनःपुन्येन पौनःपुन्येन दृष्ट्वा च तां कन्यां देवशर्मानं वृद्धं ब्राह्मणंश परिपक्वतालीदलीभूतकपोलपालिकः। परिपक्वतालीदलीभूतकपोलपालिकः ब्राह्मणः, तस्य सः वृद्धः। इदानीं तालीदलम् इत्युक्ते तालवृक्षस्य दलम् अस्ति खलु, तत् साधारणतया नूतन दलं कथं भवति, किञ्चित् हरितवर्णे भवति। यदा तस्य पक्वता भवति तदा पीतवर्णं भवति। तालं दृष्टवन्तः खलु सर्वे, अतः तत्र परिपक्वतालीदलीभूत यद्वृद्धानां साधारणतया किञ्चित् तथा भवति खलु वर्णस्य परिवर्तनं, तदा महोदय, तादृशकपोलपालिकः इत्युक्ते जाप्रदेशः किम्? महोदय, एतत् सर्वं यद् प्रथमविभक्त्याम् अस्ति दलीभूतकपोलपालिकः इति सर्वं तत्र गौरवटोः विषये अस्ति महोदय। देवशर्माणं वृद्धम् इति तु ब्राह्मणम् इति ब्राह्मणं च पूर्वं दृष्ट्वा खलु इति सः, अतः एकक्षणम् परिपक्वतालीदली। एकक्षणम् ओहो, परन्तु परिपक्वतालीभूतपालिकः किमर्थं भवति? शकितः जातः इति कृत्वा तादृशः जातः इति मन्ये। यः गौरवटुः स्वस्य भगिनी तत्र आगतवती इति सा अवगम्य, सः अवगम्य तत्र आश्चर्यचकितः भूत्वा एवं। ओहो, अत्र व्याख्याने तथा अस्ति किम्? अस्तु अस्तु, यतः द्वितीयविभक्तिः नास्ति खलु, प्रथमाविभक्तिः अत्र। अस्तु अस्तु, अहं चिन्तितवती परिपक्वतालीदलीभूतकपोलपालिकः इत्युक्ते तत्र वृद्ध वृद्धस्य जरया तथा सञ्जातम् इति अहं चिन्तितवती, मम एव दोषः। अस्तु, क्वालिकः उदञ्चित् उदञ्चित् रोममाली रोममाली इत्युक्ते रोमोद्गमः भवति इति। त्वरितकोष्ठश्वासप्रश्वासशाली इत्युक्ते अतः तस्य मनसि शोकः अस्ति इति कारणात् शीघ्रं शीघ्रं श्वासोच्छ्वासं करोति, तदपि उष्णं, कोष्णश्वासप्रश्वासशाली। अनन्तरं शारद शर्वरी शर्वरी सार्वभौम किरण किरणोद्भूत अद्भुत कीला लाली व्यालीड चंद्रकांत जालीभूत लोचनः। लोचनः। इदानीं शारद शर्वरी इत्युक्ते शरत्कालस्य रात्रिः, तत्र शर्वरी सार्वभौमः कथा कः? चंद्रः चन्द्रः, तस्य किरणम् अस्ति, जनः किरणानि सन्ति खलु तेन, तत्र किरणानां किरणेन विकिरणत्वं भवति खलु प्रसरणं, तेन उद्भूत कीलालाली। कीलालाली इत्युक्ते किम्? कीलालाली कीलालं पानीयं तस्य पङ्क्तिः, आलिपम् कीलालम् इत्युक्ते पानीयं, तत्र चन्द्रस्य किञ्चित् प्रकाशः अपि भवति, शैत्यमपि भवति इति कारणात् तत्र किञ्चित् जलस्य विषयः अपि तत्र दृश्यते, अतः कीलालाली व्यालीढचन्द्रकान्तजालीभूतलोचनः। वयं पूर्वं कविपरिचयवर्गे एव अहं चिन्तयामि इति, जीमूतवाहनस्य कथां पठितवन्तः खलु, नागानन्दनाटकं, तत्र पदे पदे अत्र उद्याने साधारणतया यदा प्रणयिनां तस्य स्थानं भवति खलु, उद्यानं गत्वा चन्द्रकान्तशिलायाः पीठः भवति, पीठं भवति, तत्र उपविश्य ते किञ्चित् चन्द्रं दृष्ट्वा तेषां विरहतापः अधिकः भवति इति इत्यादि इत्यादि एल्लां सर्वदा उच्यते खलु। तत्र चन्द्रकान्तशिलायाः कश्चन गुणः भवति, चन्द्रस्य चन्द्रोदयात् परं तस्य शैत्यस्य कारणेन चन्द्रकान्तशिलायाः उपरि अपि जलबिन्दवः दृश्यन्ते इति, अतः चन्द्रकान्तशिला चन्द्रं दृष्ट्वा आनन्देन आनन्दबाष्पं ददाति इति इत्यपि कवयः वदन्ति एव, अतः शिलालालि व्यालीढ चन्द्रकान्त जालीभूतलोचना, चन्द्रकान्तशिला इव जालीभूत, तत्र तत्र बिन्दवः भवन्ति चेत् भवन्ति चेत् शिलायाः उपरि, तत्र किञ्चित् पूर्णतया आर्द्रता न भवति, तत्र तत्र बिन्दवः भवन्ति इत्युक्ते जालरीत्या दृश्यते इति. अतः जालीभूत तथा तस्य नेत्रयोः बाष्पाणि बाष्पश्रवणं भवति इति तत्र अर्थः भवति. बाष्पा तत्र पुनः तेन बाष्पेन अवरुद्धकण्ठः, कमपि वृत्तान्तं स्मारितः इव, कमपि चिरविनिष्टं प्रेयांसं प्रापितः इव इति इत्यादि, चिरानुभूतं दुःखं पुनः अनुभावितैव, स्मारं स्मारं किमपि स्वसमानदशं, न न स्मारं स्मारं पुनः अनुभावितः इव इव किमपि स्वसमानदशं श्यामवटुं सम्बोध्य, श्यामवटोः स्थितिः अपि तथा एव अस्ति. मातरेण तत्सर्वं शृणोषि शृणोषि श्रुतवान् वा इति वदति. अथ श्यामवटुः अपि अश्रुभिः स्नातः गौरस्य करं गृहीत्वा, तात शृणोमि सः अयं सौवर्णी सौवर्णि खलु सौवर्णी अस्मत् भगिनी स च अयं पूज्यपादः पुरोहितः इति कथयन् गौरमपि प्रकटं रोदयन् रुरोध. तमपि रोदयति सः अपि रुरोध इति. अस्तु, इदानीम् रहस्यम् उद्घाटितं खलु, अवगतम्. भ्रातृद्वयम् आखेटकस्य कृते कुत्रापि गतवन्तौ, द्वादशवर्षेभ्यः तेषां तयोः वार्ता न श्रुता इति उक्तवान् खलु. तौ एव एतद्वयं. लक्ष्मीनारायणमहोदय भवान् पठति किम्? आम् आम्. तदा कर्ण्य क्षणं सर्वे अपि कुटीरस्थाः काष्ठविग्रहाः इव चित्रलिखिताः इव च संवृत्ताः. देवशर्मा अपि च स्तब्धीभूताम् इव कन्यकां तस्मिन्नेव कुशविष्टरे उपवेश्य चक्षुषी स्थिरीकृत्य मत्सौ किं वीरस्य खड्गसिंहस्य तनयौ युवाम् इति कथयन् वलीपलितौ वार्धक्यवेपमानौ बाहू प्रससार. तौ च आत्मनः पित्रोः अपि पूजनीयं पुरोहितं साष्टाङ्गं प्रणेमतुः. स च कथमपि उत्थाप्य च तौ समाश्लिष्य स्वनयनवारिधाराभिः तौ अभ्यषिञ्चत्. ततो मुहूर्तं यावत्तु परितः प्रसर्पिभिः करुणोद्गारप्रवाहैः प्रवाहैरेव पर्यपूरयत सा कुटी. कुटी इदानीं सरलः एव आसीत्, सर्वम् अवगतम् इति मन्ये. अग्रे सरामः. अग्रे विमला भगिनी. अथ कथमपि ऋङ्गतुङ्गतिमिङ्गिल ऋङ्गतुङ्गतिमिङ्गिल ऋङ्गत्तुङ्ग आम् आम् ऋङ्गत्तुङ्गतिमिङ्गिलगिल परिवर्त प्रसङ्गसङ्ग सभङ्गतरङ्गरङ्ग प्राङ्गणसौदरीभूतं हृदयं वशीकृत्य अनुजां सुवर्णवर्णां सवर्णीनाम्ना बाल्य एव प्रसिद्धां कोशलाम् अङ्के संस्थाप्य समुपविष्टे गौरे श्यामे अपि च तस्या एव समीपे समुपविश्य तस्याः एव पृष्ठं परिम्रजति. पूज्यपादे पुरोहिते च क्रियासमभिहारेण उद्गच्छतो बाष्पान् पटान्तेन परिहरति. कुटीराध्यक्षः कुतुकपरवशः सम्बोध्य गौरश्यामौ समुवाच. तत्र अग्रे यत्र दीर्घ भिन्नभिन्नपदानां समूहः एव भवति, तत्र केवलं किञ्चित् अर्थावगमनं कुर्मः. भृङ्गत्तुङ्गतिमिङ्गिलगिलपरिवर्तप्रसङ्गसङ्गसभङ्गतरङ्गरङ्गप्राङ्गणसोदरीभूतं हृदयं, हृदयस्य गतिः एवम् अस्ति इति. रिङ्गत् इत्युक्ते घोष उद्घो बहु उच्चैः शब्दं करोति इति. यदा तरङ्गाः उद्भवन्ति तत्र बहु शब्दः भवति खलु, तत्र तादृश तुङ्गतिमिङ्गिलगिलपरिवर्त तथा तरङ्गाः भवन्ति. भवतु, यदा तिमिङ्गिलः परिवर्तनं करोति समुद्रे एव, तत् ये जलस्य उद्भवं दृष्टवन्तः खलु, वयं सर्वे दृष्टवन्तः. तत् वेल् वाचिङ्ग् इत्येव बास्टन्नगरे पदे पदे गतवन्तः वयं, यदा अतिथयः आगच्छन्ति वेल् वाच् कृते नयामः बास्टन्नगरे. तत्र तत्तु दृश्यं बहु सुन्दरम् अस्ति. तदा किं भवति, तत्र जलस्य परिवर्तनं भवति, अनेक तरङ्गाः बहु उच्चैः उद्भवन्ति उद्गच्छन्ति. तदा तदा तस्मिन् प्रसङ्गे सभङ्गतरङ्गतरङ्गाः केवलम् उच्चैः गच्छन्ति न, तरङ्गानां भङ्गः अपि भवति मध्ये मध्ये. तादृशरङ्गप्राङ्गणसोदरी तत् यथा तरङ्गाणां भङ्गः भवति तथा एतेषां एतयोः हृदयमपि तथा अभवत् इति, हृदयस्य भङ्गाः अभवत्. तादृशं हृदयं वशीकृत्य अनुजां तस्याः नाम कोशला इति एव, परन्तु तस्याः वर्णः सुवर्णरीत्या भवति इति कारणात् सौवर्णे इति अपि आह्वयन्ति स्म तां. तत्तादृशं बाल्ये एव सौवर्णी नाम्ना प्रसिद्धां कोशलाम् अङ्के संस्थाप्य तत्सर्वं ते प्रीत्या परिमृजन्ति. परिमृजन्ति तदा पूज्यपादे पुरोहिते क्रियासमभिहारेण उद्गच्छतो बाष्पान् पटान्तेन परिहरत्. क्रियासमभिहारः इत्युक्ते अहं चिन्तयामि पुनः पुनः पुनः पुनः इति, इति महोदय. तदा सः एव अर्थः वा? आम्, पुनः पुनः पुनः पुनः इति बाष्पाणां परिमर्जनं कुर्वन्ति करोति. अस्तु, कुटीराध्यक्षः अपि किं करोति, सः गौरवटौ श्याम गौरश्यामौ समुवाच. उत्तकपरवशः पर्यायः कस्य पर्यायः भव्य भगिनी न पठितवती, पठतु. वत्सौ गौरश्यामौ, जानेहं वा क्षत्रियोचिताचारेषु चाते चातेन्द्रितौ सनातन क्षत्रियोचिताचारेषु च अतन्द्रितौ, किञ्चित् विभज्य एव पठतु. च अतन्द्रितौ सनातनधर्मविप्लवासहनौ नीतिकुशलौ परोपकारव्यसनिनौ दुर्बलात्कारपरायणतुच्छयवन यवनच्छेदच्छोच्छलचटाच्छन्नौ बालौ अपि बालपराक्रमौ सकलकलाकलापकोविदौ गुणिगणगण गणनीयौ च, किन्तु न अद्यावधि कदापि भवतः भवतोः जन्मस्थानादिप्रश्नप्रसङ्गः अभूत्, आकर्ण्य च भवतोः दुःखमयम् अपि विलापम् अयम् अपि च विभागः न भवति, दुःखमयमपि विलापमयमपि च आलापम् आलापं महत् कुतूहलम् अस्माकं वर्वर्ति. तत् समाश्वस्य धैर्यमाधाय संक्षेपेण कथ्यतां का भवतोर् जन्मभूः, अत्र आगतौ किमेषा सहोदरा स्वसा, सत्यमेव किम् एषा सहोदरा स्वसा, सत्यमेव किं भुवं विरहय्य लोकान्तरं सनातितवन्तौ युष्मत्पितरौ यौष्माकीर्ण पितृ पितामहिक पितृपितामहिकसम्पत्तिः सम्पत्तिः किं भवतोः उद्देश्यम् इत्यादि. यद् प्रश्नावलीमेव सः करोति. अस्तु, तर्हि अहं तु जाने, किं जाने इत्युक्ते भवन्तौ क्षत्रिय उचितचारिणी भवन्तौ स्तः इति. कालम् इत्यपि ते न तौ न वर्धितौ, इतोपि किञ्चित् बाल्यवयसि इति कौमारवयः प्रायः, तस्मिन् वयसि अपि बहु पराक्रमशालिनौ तौ इति वदति. एतावत्पर्यन्तं कुतः आगतवन्तौ पितरौ कौ इत्यादि कमपि विषयं न उक्तवन्तौ, परन्तु एषः अपि न पृष्टवान् इति. इदानीं सर्वदा शिवराजस्य शिष्यरूपेण एतत् सर्वं दुर्बलात्कारपरायण तुच्छयवन म्लेच्छाः, तेषां छेदे छेद उच्छोच्छलछटाच्छन्नौ तस्मिन् कार्ये एव निरतौ इति अर्थः. म्लेच्छानां नाशस्य विषये एव सर्वदा निरतौ इति अर्थः. तत्र एकैकस्य पदस्य अर्थं व्याख्याने पश्यन्तु. इदानीं तत्र दुर्बलात्कारे, दुष्टसाहसे, परायणानां, निरतानां, तुच्छानां, नीचानां, मिलेच्छानां, छेदस्य, खण्डनस्य इच्छया, अभिलाषेण, उच्छलन्त्या, उद्गच्छन्त्या, छटया, हार्दावस्थाविशेषेण, हृदयस्य भावः तथा एव अस्ति तस्मिन् तत्र तथा आच्छन्नौ व्याप्तौ तस्मिन् कार्ये एव निरतौ इति अर्थः. अतः तेषां बालाः भवन्ति, बालौ भवतः चेदपि अबालपराक्रमशीलौ. तथा अहं न पृष्टवान्, भवन्तौ अपि न उक्तवन्तौ. इदानीं वदन्तु पैतृपितामह कथा इत्युक्ते तेषां क्षत्रियौ इति जानीमः. भवतौ भवतां सर्वं पूर्वतनविषयं विस्तारेण वदतु इति वदन्तु इति वदति. गुणिगणगणनीयौ गुणीनां गणे गणनीयाः इति अर्थः. गुणिगणगणनीयौ. इदानीं अग्रे केन पठ्यते? अहं पठामि. तदाकर्ण्य चक्षुषी विमृज्य मुखं प्रोञ्च्य कण्ठं रुन्धतः बाष्पान् कथमपि संरुध्य इन्दीवरयोः उपरि भ्रमतोः भ्रमरानिव भ्रमतः भ्रमरानिव भ्रमरान् इति द्वितीया बहुवचनं भवति चेत् तस्य विशेषणं भ्रमतः. भ्रमन् भ्रमन्तौ भ्रमन्तः, भ्रमन्तं भ्रमन्तौ भ्रमतः द्वितीया बहुवचनं. इन्दीवरयोः उपरि भ्रमतः भ्रमरानिव. लोचनयोः, श्रूयते वा मम? श्रूयते. अत्र नोटिफिकेशन्स् रञ्जितान् रञ्जितान् कुञ्चित कुञ्चितान् मेचकान् कचान रञ्जितान् न भवति, अञ्चितान्. पूर्वं विसर्गः आसीत् खलु. अञ्चितान् कुञ्चित कुञ्चितान् मेचकान् कचान् अपसार्य निस्तन्द्रेण मन्द्रेण स्वरेण गौरसिंहः वक्तुम् आरभत. तेषां कचाः केशाः किञ्चित् कुन्तलरीत्या इत्युक्ते कर्लि हेर् इति सर्वदा आगच्छति अत्र, तद् अपसार्य सः वदति. इदानीं सन्ध्या भगिनी पठति किम्? अस्ति कश्चन धैर्यधारि धुरन्धरैः धर्मोद्धारधारै धौरेयैः सोत्साह साहस चंद्र चंचत चंद्रहासैः सुशक्ति सुशक्तिभिः सद्यच्छिन्न परिपंथिगल गलो गलच्छोणित छुरित छुन्न छुरिकैः भयोद्भेदन भिन्दिपालैः स्वप्रतिकूल कुलोन्मूल नाना कुलोन्मूल कुलोन्मूलन अनुकूल व्यापार व्यासक्तशूलैः घनविघ्न विघट्टक घर्घराघोष घोरशतघ्नीकैः प्रत्यर्थि शुंडि शुंडा खंडनोदंड भुशुंडीकैः प्रचंड दोर्दंड वैदग्ध्य भांड कांड प्रकांडैः क्षत्रियवर्यैः आर्यवर्यैः आर्यवर्यैश्च व्याप्तः राजपुत्रदेशः ततः आगतम् राजपुत्रदेशे एतादृशवीराः आसन् इति अस्तु किञ्चित् येषां येषां पदानाम् अर्थः न अवगम्यते तत् व्याख्यानमपि पठतु. तत्र व्याख्याने केवलं कठिनपदानाम् अर्थः एव अस्ति. निस्तन्द्रेण तन्द्रा शून्येण अस्तु मन्द्रेण गम्भीरेण तर्हि अस्ति कश्चन राजपुत्र खलु निद्रा अथवा आलस्यम् इति तत्र अना आलस्यं विना गम्भीरेण स्वरेण वदति इति. तर्हि अस्ति कश्चन राजपुत्रदेशः इति सम्बन्धः अन्ततो गत्वा देशं विशिनष्टि एते सर्वे एतानि सर्वाणि पदानि देशस्य विशेषणपदानि इति. धैर्यधारि धुरन्धरैः विशालधीरताशालिभिः धर्मोद्धारे धौरेयैः अग्रेसरैः इत्युक्ते धर्मं ते धर्मस्य उद्धारं धर्मरक्षणनिरताः निरतैः सोत्साहेन साध्यवसायेन साध्यवसायेन इत्युक्ते उत्साहः इत्युक्ते एव सुलभः अस्ति अर्थः साध्यवसायेन इति किमर्थं प्रायः तत्र अध्यवसायः इति वा सा अध्यवसायेन इति साध्यावसायेन अस्तु. साहसेन चञ्चन्तः चलन्तः चन्द्रहासाः असयः येषां तैः सर्वदा तेषां खड्गाः चलन्ति एव. अस्तु साहसस्य कृते सुशोभनायाः अकुण्ठितायाः शक्तेः कृपाण्याः सुशक्तिः शोभनसामर्थ्यं येषां तैः. तर्हि शक्तिः इत्युक्ते कृपाणि कृपाणी इति इत्युक्ते कृपाणः यस्याः अस्ति तत्र द्विवारम् आगतं खलु सुशक्तिः इति आगतं वाक्ये. अतः तादृश आयुधं ते गृह्णन्ति अनन्तरं तस्य तेषाम् आयुधानां व्यवसाये अपि कार्ये अपि शूराः इति. केचन वीराः अलङ्कारार्थम् एवम् आयुधानि धरन्ति. उत्तरकुमारस्य कथां पठितवन्तः खलु विराटनगरे. तस्य धैर्यमपि नासीत् पराक्रमः अपि नासीत् परन्तु अहम् एतत् करोमि तत् करोमि इति सर्वाणि आयुधानि धृत्वा एव आगतवान्. किमपि न कृतवान् खलु. तादृशशूराः न अलङ्कारशूराः न पराक्रमशूराः इति. तर्हि अग्रे सद्यश्चिन्नेभ्यः तत्कालकृत्तेभ्यः तत्कालकृत्तेभ्यः इति वा तत्कालकृत्तेभ्यः परिपन्थिनां कालोचित साहसकार्यं कुर्वन्ति शत्रूणां मर्दने शूराः इति. परिपन्थिनां शत्रूणां गलेभ्यः कण्ठेभ्यः स्रवतां शोणितानां रक्तानां बिन्दुभिः छुरितैः बिन्दुभिः छन्नाः लिप्ताः ओहो छुरिकाः असिधेन वो येषां तैः. छुरिकाः इति असिधेनवः इति किम्? असिधेनवः इत्युक्ते असिधेनुः इत्यस्य किञ्चित् लघुपरिमाणे छुरिका भवति खलु, बाकु इति वदन्ति तमिळ्भाषायां, कुरुवाळ् इति वदन्ति. खड्गः इत्युक्ते बहु दीर्घः भवति. असिधेनवः किञ्चित् ह्रस्वः भवति, परन्तु तीक्ष्णता अधिका भवति तस्य. तर्हि लघु लघु तत्र छुरिका किञ्चित् गुप्तं स्थापयितुम् अपि असिधेनुः तथा स्थापयितुं शक्यं, वस्त्रस्य अन्तः स्थापयितुं शक्यं भवति, परन्तु न तु खड्गः तथा. इत्युक्ते नैफ् इति मन्तव्यं किं महोदय? आमां छुरिका एव, छुरिका इति तस्य अर्थः असिधेनवः. छुरिका आम् आम् कृपाल् छुरिका इति साधारणछुरिका इति न, किञ्चित् बहु तीक्ष्णा छुरिका भवति. असिधेनवः तत्र मारयितुमपि शक्यते इति. सिक् जनाः धरन्ति खलु, सिक् जनाः सर्दार्जीस् कृपाल् किमिति? कृपाल् इति भवति खलु, सिक् जनाः ते धरन्ति, सर्दार्जी जनाः कृपाल् इति. इत्युक्ते छुरिकारीति एव भवति, परन्तु ह्रस्वः तदेव. इन्दीपालाः इत्युक्ते नालिकास्त्राणि, तत् किम् इति? पिस्टल्, हिन्दीभाषायां पिस्तोल्, तस्य एव नालिकास्त्राणि इत्युक्ते पिस्तोल् वा? ओहो, स्वप्रतिकूलानां शत्रूणां कुलानाम् अन्वयानाम् इत्युक्ते तेषां वंशानाम् उन्मूलनानुकूलव्यापारेषु विध्वंसनोचितकर्तव्येषु व्यासक्तानि संलग्नानि शूलानि कुन्ताः येषां ते घनानां विपुलानां विघ्नानां विघ्नः इत्यस्य अर्थं, परन्तु नूतनतया प्रत्यूह इत्यपि पदस्य परिचयः भवति. प्रत्यूहानां शत्रुकृतोपद्रवाणां विघ्नघट्टिकाः विमर्दिकाः मर्दनं कुर्वन्ति इति विघट्टिकाः. सामानाधिकरण्यात् पुंवत्वम् इति व्याकरणविषयः. घर्घ ओ तत्र बहुव्रीहि समासस्य कुम्भद्भावः. घर्घराघोषेण घर्घरध्वनिना अथवा घर्घर इति आघोषो यासां ताः घोराः भयावहाः शतघ्न्यः शतमारिकाः येषां तैः शतघ्नी लोके तोप् ओ शतघ्नि इत्युक्ते तोप् शतघ्नि कथं भवति इत्युक्ते तत्र किञ्चित् लघु दण्डरीत्या भवति, परन्तु अग्रभागे किञ्चित् बृहत् भवति. यत् गदा अस्ति खलु तस्य ह्रस्वगदा इति भावयतु तत्, परन्तु तत्र यत् बृहद्भागः अस्ति तत्र अनेककण्टकरीत्या अयः अयसः भागाः भवन्ति. मुळ्ळुगदे इति चिन्तयन्तु, तथा तस्य प्रहारेण बहु घातः भवति, अधिकव्रणः भवति. गदा साधारणगदाघातस्य अपेक्षया एतस्य शतज्ञः घातः बहु तीव्रं भवति, तीव्रः भवति. तदपि अस्ति शतघ्नि इति, अत्र तु तोप् इति उक्तवन्तः. अर्थभिन्नभिन्न अर्थः अस्ति, अनेकार्थः भवन्ति, परन्तु अत्र तु आयुधस्य विषयः इति कारणात् तत्. तर्हि तत्र शतघ्नि तत्र पुनः अग्रे अपि व्याकरणविषयः. प्रत्यर्थिशुण्डिनां ततः आरभ्य पठतु. प्रत्यर्थिशुण्डिनां शत्रुकरिणां शुण्डानां कराणां खण्डने सः भागः पाठे न पठितः इति मन्ये. अस्ति वा? हा, दोर्दण्डवैदण्डकाण्डप्रकाण्डः अस्तु, पठितमस्ति. तर्हि तर्हि खण्डने इत्युक्ते कर्तने, अनन्तरम् उद्दण्डशुण्ड्यः येषां ते प्रचण्डदोर्दण्डवैदग्ध्यभाण्डानि किमस्ति पाण्डित्यसदनानि प्रबलबाहुदण्डपाण्डित्यसदनानि यानि काण्डप्रकाण्डानि प्रशस्तबाणाः येषां तैः तर्हि अनेकविधशस्त्राणि येषां तादृशजनानाम् अत्र वर्णनम् अस्ति काण्डप्रकाण्डानि आर्येषु वर्यैः आर्येषु वर्यैः ब्राह्मणैः क्षत्रियाणां प्रथमोच्चारणं तु तेषामेव आधिक्यप्रदर्शनार्थं तत् अग्रे आर्याः ततः पठतु आर्याः वैश्याः आर्यः आर्याः क्षत्रियाः आर्याः वैश्याः ओ अस्तु अनन्तरं कोशपूरिताः निधानपूर्णाः काञ्चनमया प्रायः तावदेव खलु आम् आम् आम् सत्यम् व्याप्तः राजपुत्रः देशः अतः तत्र वीराः सन्ति आयुधानि सन्ति अनन्तरं व्यापारिणः सन्ति इति कारणात् वैश्याः तत्र अधिकधनम् ऐश्वर्यम् अस्ति इति राजपुत्रदेशस्य वैशिष्ट्यं तत्सर्वम् उक्तवान् सः इदानीं समयः अतीतः इति मन्ये वयम् अत्र विरमामः वा अत्र आं भगिनि अत्र ब्राह्मणैः इति कुतः आगतः वैश्यैः वैश्याः इति उक्तमस्ति किन्तु मध्ये तु ब्राह्मणैः इति अपि अस्ति तर्हि सम्बन्धः कः आर्याः साधारणतया ब्राह्मणाः इति उक्तम् अत्र आर्यवर्यः इति आर्या इत्युक्ते साधारणतया श्रेष्ठाः इति वदन्ति सा तत्र वर्णाश्रमधर्मं वयं पश्यामः चेत् अधिकविद्याध्ययनं वेदाध्ययनम् इति शास्त्राध्ययनं सर्वं कृतवन्तः अधिकरीत्या ब्राह्मणाः एव खलु अतः ब्राह्मणाः अपि आसन् वैश्याः अपि आसन् इति तत्र स्त्रियः अपि सन्ति सर्वे चतुर्वर्णसहितं राजपुत्र अस्तु अत्र वयं विरमामः शान्तिमन्त्रम् उक्त्वा ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्तिः शान्तिः शान्तिः